नमस्कारः लेप् प्रत्ययः इति करपत्रम् अनुवर्तते तत्र निजन्तदातूनां लेप् लेप् प्रत्यय क्षम्यतां लेप् विधानप्रक्रिया इति भागं ततः आरभ्य वयं पठामः भागादारभ्य पठामः मणिमहोदय पठति वा महोदय कृते मणिमहोदय एकनिमिषं महोदय. निजन्तदातूनां लेप् विधानप्रक्रिया निच्प्रत्ययः द्विविधः स्वार्थः निच्प्रत्ययः प्रेमार्थः निच्प्रत्ययः च. सुरादिगणे यः निच्प्रत्ययः उदीयते तस्य संयोजनेन यः धातुः निष्पद्यते सः स्वार्थे भवति. हेतुमतिश्च इति सूत्रेण यः निच्प्रत्ययः उदीयते तस्य संयोजनेन यः धातुः निष्पद्यते सः प्रणार्थे भवति. उभयत्र स्वार्थे च प्रणार्थे च निजन्तधातुः इति उच्यते. अत्र कथं निष्प्रत्ययः द्विवारं भवति, एकस्य नाम स्वार्थः निष्प्रत्ययः, अन्यः प्रयाणार्थनिष्प्रत्ययः इति. स्वार्थप्रत्ययः निष्प्रत्ययः भवति एकसूत्रस्य नाम अधः दत्तम्. अनन्तरं प्रेरणात् निष्प्रत्ययः उच्यते हेतुमिति च इति सूत्रेण. परन्तु उभयत्र स्वार्थे च प्रेरणाते च निजन्तादुभिः एव नामकरणं भवति. उदाहरणे यदा स्वार्थे चुर्योः निष्प्रत्ययः चोरी इति भवति, अत्र निष्प्रत्ययः इकारः एव तिष्ठति, न च चकारः हलन्त्यम् इत्यनयो सम्यक् भवति, नकारः सूत्रेण लसक्वदि इति वा चुटु चुटु चिन्ता मास्तु. चुटु इति सूत्रेण नकारः भवति, इकारः एव अवशिष्यते. अनन्तरं चु इति उकारस्य गुणः भवति चोर् इति, अतः अन्तिम निजन्तधातुः चोरि इति भवति. स्वार्थे इति अनन्तरं कत् योः निच् तदेव कति, इकत् योः इकारः कति, गण्योः इकारः गणि इति, चिन्त् योः निच् चिन्ति, बक्स् योः निच् बक्षि इति. तरणार्थे पट् योः निच् पाटि इति अत्र अधोपदयाः सूत्रं कार्यं करोति वा? अत्र अतो वृत्ति वा महोदय? पाटि इति तत्र तु किमपि नास्ति खलु महोदय, अतो उपदयः इति समीचीनं अतु उपदयः. ओके, अनन्तरं लिक् निच् वृद्धिः भवति. आं वृद्धिः भवति. आं धन्यवादः महोदय. लिक् योः निच् लेखि इति गुणः भवति भूत्वा लेखि इति रूपं भवति. गम् योः निच् गमि, कृ योः इति निच् कारि इति. अत्रापि वृद्धिः भवति. निच् प्रत्ययः कर् अन्तिमवर्णः अचोनिति सूत्रेण वृद्धिः भवति कारि इति. अनन्तरं श्रु योः निच् स्रावृद्धि, अत्रापि तदैव अचोनिति इति सूत्रेण वृद्धिः भूत्वा स्रावि इति. गम् धातोः तु वितां ह्रस्वः इत्यनेन ह्रस्वत्वं प्राप्नोति. गम् धातु मित्सम्यकः वितां ह्रस्वः प्रथमं तु अतौपदायाः इत्यनेन वृद्धिः भवति गम् धातोः, गामि इति भवति, तदनन्तरं मितां ह्रस्वः इति सूत्रेण तत्र ह्रस्वत्वं प्राप्नोति इति कृत्वा गमि इति जायते. ओहो हो, निजं प्रश्नः अस्ति भगिनि, अत्र पठित्र पाठीति भवति, कथ् इत्यत्र किमर्थं वृद्धिः न भवति उपधायां सूत्रस्य कारणतः? कथ् इत्यस्य पुनः तत्रापि अचोणिति इत्यत्र, अत्र तु कथ् इति साक्षात् मूलधातुः पश्यामः चेत् कथ् इति धातुः कथ इति धातुः अस्ति. तर्हि तत्र किम् अस्ति स्थानिवधातुतः अनल् विधौ इति अस्ति खलु, तदनन्तरम् अजा तत्र किम् अस्ति तत्र पूर्वविधौ इति, पूर्वविधौ इत्यनेन तत्र तर्हि गणितस्य अपि तदेव खलु किं गणयति इत्यस्य गम् धातुः अस्ति, न गण गण न गण गण कथ इत्यत्र तस्य गणि इति अस्ति, तद् गण् धातुः अपि तदेव प्रथमं ततो लोपः भवति, तदनन्तरम् अचोणिति इत्यनेन गुणकार्यं तत्र प्रसक्तिः अस्ति, किन्तु गुणकार्यं न सम्भवति किमर्थम् इत्युक्ते तत्र तत्र अकारमेव पश्यति इति कृत्वा. इत्युक्ते गण इति धातोः अन्तिम अकारस्य अद अतो लोप इत्यनेन लोपः भवति किं प्रथमतया? आम् अतो लोपः इत्यनेन लोपः अस्ति, कथ इति अपि तदेव भवति किम्? सत्यं भगिनि, अस्तु धन्यवादः. मूले तु इति अस्ति गण इति अस्ति इति कृत्वा, किन्तु गमनात् मकारान्तः हलन्तदातुः गम् धातुः केवलं अस्तु तत् नास्ति. आम् अधः अपि पठामि वा एक सेण्टेन्स्? निजन्तधातोः धातौ निष्प्रत्ययः पूर्वं हलः वर्णात् वर्णः अस्ति चेत्, अपि च तस्मात् कलः वर्णात् पूर्वं लघु अच् वर्णः अस्ति चेत् तर्हि लपि परे नेः स्थाने है आदेशः भवति लपि लघु पूर्वात् इति सूत्रेण. लपि लघु पूर्वात् इत्यनेन लघु अच् वर्णात् नेहे ऐ आदेशः भवति लपि परे. सूत्रं लपि लघुपूर्वात् इति सूत्रं वदति यदा निश् धातुः अस्ति तस्य हलन्तवर्णः हल् वर्णः अन्ते अस्ति चेत् तस्य पूर्वम् अचुवर्णः अस्ति चेत् अत्र नीस्थाने ऐ आदेशः भवति इति तस्य अर्थः. तदेव लपि लघुपूर्वात् भवति खलु तस्मिन् विषये महोदय उक्तवान् वा? किं भगिनि? नेरनिति न भवति वा अत्र प्रयोग कटि इत्यस्य कटि इति तु निजन्तदातुः, तदनन्तरं तस्य पश्चात् एव लिप् दीयते, तर्हि इकारस्य तर्हि निचः इकारस्य स्थाने ऐ आदेशः भवति. ऐ आदेशः मम बहु भ्रमम् अभवत् अभवत् यतोहि मया चिन्तितं प्र कट कट इति कट इति धातोः यदि ल्यप् यदि निच् विधीयते तर्हि पुनः किमर्थम् इकारं निष्कासयित्वा अयादेशः भवति इत्युक्ते एकस्मिन् स्थले द्विवारं विधानं कर्तुं शक्यते वा इति मम भ्रमः आसीत्. अत्र अवगतं यत् कटि इति धातुः अस्ति निजन्तधातुः, मम तत्र भ्रमः आसीत् निजन्तधातुः इति कृत्वा इकारस्य स्थाने अयादेशः भवति इति उक्तम्. इकारस्य स्थाने आगच्छति, इकारं न निष्कासयन्ति, कटि इति धातुः एव धातोः इकारस्य स्थाने अयादेशः भवति. मया चिन्तितं कटि इति धातुः कटि इति अङ्गं, तर्हि कथं द्विवारं विधानं भवति इति मम मनसि बहु भ्रमः आसीत्. पश्चात् अवगतं यत् कटि इति धातुः निजन्तधातुः धातुसंज्ञा अस्ति किल, तर्हि तस्य इकारस्य ल्यप् अयादेशः भवति इति प्रकटय्य इति अवगतम्. तदेव पूर्व सेण्टेन्स् मध्ये अपि दत्तं कट् इति इकारस्य निजन्तधातु योज संयोजनेन एव कटि भवति, ततः पूर्वं कट् इति हल् वर्णः अस्ति हलन्तः अस्ति अनन्तरं उभयः मकारः अपि अस्ति तस्वकारः. धन्यवादः. तत्र भ्रमः भगिनी यथा उक्तं, भ्रमः कुत्र जायते इत्युक्ते कटि इति नूतनधातुः अस्ति इति स्वीकृत्य लप्रत्ययस्य विधानं कुर्मः चेत् तत्र भ्रमः न भवति, नो चेत् कटि इति एकविधानम् अनन्तरं लेप् इति विधानं तत्र पुनः कट् इति स्वीकृत्य किञ्चित् भ्रमः भवति खलु तत्र। धन्यवादः। निर्युगः गमि युगः लप् निर् लपि लघुपूर्वात् इति सूत्रेण निच् प्रत्ययपूर्वं हल्वर्णः हल्वर्ण पूर्वपदम् अश्व आचरति तस्य ऐ आदेशः भवति यपि लघुपूर्वात् इति सूत्रेण निर्गमय्य निर्गमय्य भगिनी मङ्गलवासरक्लासे वर्गे त्वमपि एतद् वदान भगिनि किं भगिनि एतद् मङ्गलवासरवर्गे एतद् अपि त्वं वदान एतत् एतदेव अधुना चिन्तनवर्ग अस्ति भगिनि मङ्गलवासरवर्ग वियुगरचि वल्यप् अत्रापि लपि लघुपूर्वादसूत्रेण इकारस्थाने ऐ आगच्छति वियुगरच् ऐ युगया विरजय्य एवमेव प्रायुगशमि युगलप् यत् प्रसमय्य संयुगः दमि संदमय्य प्रायुग खचि युगल प्रकथ्य प्रकथ्य वियुग गान् गणीयुगल अत्रापि इकारलोप भूत्वा विगणय्य यपि लघुपूर्वसूत्रं लघु अच्वर्णात् नेहे ऐ आदेशो भवति यपि परे निरनिति इति सूत्रस्य अपवादः लघुपूर्वः यस्मात् सः लघुपूर्वः तस्मात् लघुपूर्वात् यपि सप्तम्यन्तं लघुपूर्वात् इति पञ्चम्यन्तं द्विपदं सूत्रं नीरनीति इति सूत्रेण नेहे इत्यस्य अनुवृत्तिः अयमन्तलयो विष्णुसु विष्णुषु इत्यस्मात् ऐ आदेशः यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्ति सूत्रम् अङ्गस्य लघुपूर्वात् नेहे ऐ अपि सूत्रं विवरणमस्ति प्रथमं लघुपूर्वात् इति लघुपूर्वः इति समास बहुव्रीहि समासः लघुपूर्वः यस्मात् तस्मात् लघुपूर्वात् लप् प्रत्ययपरे इकारस्थानं निच् स्थाने इकार निकार निच् स्थाने इ अस्ति तत् ऐ आगे सः भवति नीरनिति इति अपवादः अपवादः इत्यस्मिन् अनिते प्रत्यये परे णि इत्यस्य लोपः भवति, अत्र तु इणि इत्यस्य लोपः न भवति यदि लेप् यः लेप् आर्धधातुकप्रत्ययः अस्ति तदा तु णि इत्यस्य स्थाने ऐ आदेशः भवति लघुपूर्व इति अस्ति णि पूर्व हल्वर्ण अस्ति तदनु पूर्वं आर्धधातुके इति अनुवृत्तिः भवेत् खलु, आर्धधातुके प्रत्ययः परे इति भवति खलु, अनुवृत्तिसहितम् अत्र ल्यपि इति अस्ति अनुवृत्तिसहितसूत्रे. आं तर्हि आर्धधातुके इति भवेत् खलु, आर्धण्यते अत्र आर्धधातुके तदेव, तत्रैव अल्पवादत्वमस्ति खलु, समानकार्यक्षेत्रे एव अस्ति प्रवर्तनं खलु. तर्हि अत्रापि तत्र किम् अस्ति आर्धधातुके इति भवेत् खलु, केवलं तत्र तु अनिटि आर्धधातुके, अत्र तु लेपि आर्धधातुके इति भवति खलु. लेपि तु साक्षात् आर्धधातुकप्रत्ययः एव अस्ति इति कृत्वा प्रायः न वक्तव्यम् इति स्यात्. निर्णिति इति सामान् श्रुतम् सर्वथा अन्य प्रक्रियायामपि कर्तुं शक्यते भगिनि, लपि लघुपूर्वा किमिति चेत् आर्धातुक इति अधिकारः अस्ति खलु, तत्र अष्टाध्याय डाट् काम् मध्ये पश्यामि अधिकारः वर्तते. अस्ति अस्ति अस्ति भगिनि, आर्धधातुके इति द्वयोः सूत्रयोः कृते अस्ति अधिकारः इति प्रायः अवक्तव्यम् इति नास्ति. किमर्थम् इत्युक्ते लप्तप्रत्ययः इत्युक्ते आर्धधातुकः एव खलु, तत्र अपर लप्तप्रत्ययः सार्धधातुकलप्रत्ययः भवितुमेव नार्हति इति कृत्वा प्रायः न आवश्यकम् इति. निच्छः पूर्व लघुस्वरः नास्ति चेत् लपि अयादेशः न भवति. प्राय उदाहरणमस्ति प्रायोः ताडीयवल्य नेरनिति इत्यनेन यस्य आददातुक प्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वं नीप्रत्ययस्य लोपः भवति. प्रायोः ताड्य प्रताड्य नेरनिटि लपि लघुपूर्वात् इति नेरनिटिसूत्रस्य अपवादसूत्रम् अत्र लघु लपि लघुपूर्वात् कार्यं न करोति, प्रसक्ति अस्ति तर्हि कार्यं न करोति. किमर्थं लघु पूर्व दीर्घ आकारः न तु अस्व लघु, अतः प्रसक्तिः एव नास्ति, निमित्तमेव नास्ति, निमित्तमेव नास्ति. ओके, नेरनिटि इति सूत्रेण निश्चित्य आददातुकप्रत्ययः इदागमपि नास्ति. किमर्थम् वल् वल् प्रत्याहारे नास्ति, अतः पूर्वनिच् प्रत्ययस्य लोपः भवति. प्राप्य एवमेव चोरीयुगहल्य प्रायुग चोर्युगल्य चोर्य उपनिमन्त्रियुगहल्य उपनि उपनिमत्रय अस्तु भगिनि, नेरनिति यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वं निप्रत्ययस्य लोपो भवति. अत्र नि इत्यस्य अनुबन्धरहितत्वात् निङ् निच् द्वयोः ग्रहणम् उभयत्र इ इत्येव अवशिष्यते. नेः षष्ट्यन्तम् अनिति सप्तम्यन्तं विपदमिदं सूत्रम्. अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. आर्धधातुके इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं नेः लोपः अनिति आर्धधातुके इति. तदेव अत्र इडागम इडानुकूलः अस्ति वा इति द्रष्टव्यं. प्रत्ययः अत्र ल्यप् प्रत्ययः वलादि नास्ति, तेन कारणेन तत् इडगनुकूलो नास्ति, तस्य पूर्वम् इडागमो न भवति. तर्हि नेः लोपः भवति अनिति आध्यात्मिके प्रत्यये परे इति सूत्रस्य अर्थः अस्ति. अत्र चिन्तयामः चेत् त्वा प्रत्ययः तु तत्र लेफ्ट् इत्यस्य अपेक्षा यत्र उपसर्गः नास्ति त्वा आगच्छति, तत्र तु नेरड्निति इत्यस्य कार्यं न भवति. किमर्थमिति तत्र इडागमः भवति इति कृत्वा रहि इति तिष्ठति. किं तिष्ठति? नेरणिति इत्यस्य कार्यं नास्ति इति कृत्वा नि तिष्ठति. इक्त्वा अस्ति, केवलं लपि न भवति, अन्यपि न भवति त्वा प्रत्यये. पठामि किम्? आम्. आप् धातोः विकल्पेन अय आदेशः. निजन्त आप् धातोः यद्यपि लघुस्वरः नास्ति तथापि तस्य लपि परे णेः विकल्पेन अयादेशः भवति विभाषापः इति सूत्रेण. अय् आदेशपक्षे यदि लघुस्वरः नास्ति आब्धातोः इत्युक्ते यदि लघुस्वरः तत्र न भवेत्, अय् आदेशः न भवेत्, परन्तु विभाषापः इति सूत्रेण अय् आदेशपक्षे प्रयोगः आपि प्र उपसर्गपूर्वक धातुः आपि यप् इति प्रत्ययः विभाषाप इत्यनेन प्र आप् इकारस्य स्थाने अय् आदेशः अय् य प्राप्य इति भवति. परन्तु अय् आदेशविपक्षे प्र आपि ल्यप् इत्यत्र नेरनिति इत्यस्य इत्यनेन यस्य अर्धधातुकप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वम् इत्युक्ते ल्यप् पूर्वं नीप्रत्ययस्य लोपः भवति. प्र आप् इ इत्यस्य लोपः य ल्यप् प्रत्ययात् य अवशिष्यते प्र आप्य प्राप्य इति रूपं सिद्ध्यति. विभाषापः निजन्त आप् धातोः नेः अय् आदेशविकल्पेन भवति ल्यपि परे. सिद्धान्तकौमुद्याम् आप्नोतेः नेः अयादेशो वा स्यात् ल्यपि, इत्युक्ते अयादेशः विकल्पेन भवति. विभाषा पञ्चमन्त प्रथमान्तम् आपः पञ्चम्यन्तं द्विपदमिदं सूत्रं. नेर् अनिति इत्यस्मात् नेरनिति इत्यस्मात् नेः इत्यस्य अनुवृत्तिः. अयामन्ताल्वायेष्णुषु इत्यस्मात् अय् इत्यस्य अनुवृत्तिः. ल्यपि लघुपूर्वात् इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तसहितसूत्रम् अङ्गस्य आपहर्णेः अय् ल्यपि विभाषा इत्युक्ते आपः इति षष्ट्यन्तम् अङ्गस्य इति पञ्चम्यन्तं वा भगिनि? या विपरीतेन इत्युक्ते आपस्य अनन्तरं भवेत् इति. अङ्गस्य आपः आपः अङ्गस्य नेः अय् ल्यपि विभाषा इति. आपः नेः इति तत्र किम् इति पश्यामः. किम् अस्ति आपः इति षष्टि एव अस्ति खलु. अङ्गस्य इति विशेषणम् अस्ति खलु आपः अङ्गस्य विशेषणं. षष्टि अस्ति चेत् स्थानिवत् भवति खलु. तर्हि पञ्चम स्थानिषष्टिः नास्ति, अत्र तु केवलं सम्बन्धषष्टिः अस्ति. सम्बन्धषष्टिः अस्ति. अङ्गस्य नेः इति तादृश आपः अङ्गस्य नेः इति, तर्हि तत्र सम्बन्धषष्टिः अस्ति. नेः इति स्थानी नि नेः नेः नेः इति लपि विभाषा इति किं भवति. लेपि परे पूर्वस्य खलु तदनन्तरम् अङ्गस्य आपः नेः इति भवति. अत्र भगिनी आपः पञ्चम्यन्तं लिखितमस्ति उपरि. न तत्तु षष्ट्यन्तं भवेत् खलु. आपः नेः इति इत्युक्ते आपपरे अनन्तरम् परे अस्ति न भगिनी. अङ्गात् आपः अङ्गात् इति भवति खलु. नो चेत् तर्हि अङ्गस्य इत्यस्य तर्हि तदपि भवितुम् अर्हति. आपः अङ्गात् इति विभक्तिपरिणामं भवति. अङ्गात् इति विभक्तिपरिणामं भूत्वा आपत् अङ्गात् नेः अङ्गात् अनन्तरं कार्यमस्ति तस्मात् आपहणेः आपः परस्य णेः जपि अयादेशः भवति विभाष विकल्पेन. अत्र तु आमाम् अष्टादे डाट् काम् मध्ये पञ्चमी इत्येव लिखितमस्ति तर्हि अङ्गात् इति जपि परे पूर्वस्य आपः अङ्गात् परस्य णेः अयादेशः अयादेशः विकल्पेन इति नेर् अन्य कोऽपि पठेत् किं नेर इत्यस्य व्यवहारः अतः सरला भगिनी भवति भगिनी यथा महोदयेन लिखितमस्ति अङ्गस्य आपहणेः तु अत्र वयं वक्तुं शक्नुमः अङ्गः इति विशेषम् अस्ति नेः भवति विशेषणम् आपः इत्यस्य विशेषणम् इति कृत्वा अङ्गात् इति भवेत् विभक्तिपरिणामं भवति यद्यपि अनुवृत्तिः अङ्गस्य इति अधिकारः अस्ति किन्तु अस्मिन् सूत्रे अङ्गात् आपः अङ्गात् इति विभक्तिपरिणामं भवति. किन्तु अङ्गस्य नेः अपि वक्तुं शक्नुमः साधु कारण कि आपि इति अङ्गं भवति न धातु अङ्गम् तर्हि तत्र नेः इति स्थानी अस्ति भवती कीदृश अङ्गस्य इति कीदृशषष्टि इति वक्तुम् इच्छति नेः न न कीदृशसम्बन्धषष्टि वा तत्र तत्र अङ्गस्य नेः विशेषविशेषणमस्ति न अङ्गस्य नेः तदपि स्थानी भवति खलु तर्हि यदि नेः अङ्गस्य इति वदामः चेत् नेः अङ्गं किं भवति उदाहरणं खति इति अस्ति इति तत्र प्र अपि इति अस्ति आपि इति अस्ति चिन्तयतु अत्र नेः अङ्गं तु प्रापि इति पूर्णते अङ्गं भवति खलु तर्हि पूर्णते अङ्गस्य आदेशः अय् आदेशः भवति तर्हि अलोञ्चेन केवलं नेः इति स्वीकर्तुं शक्नुमः न तर्हि इकारस्य तर्हि केवलं तत्र तर्हि इकारस्य तर्हि अत्र एवं न वक्तव्यं खलु तर्हि इकारस्य अन्तिमवर्णस्य इकारस्य स्थाने आदेशः इति भवति आमां तत्तु तदेव अस्ति न इकारस्य स्थाने अय आदेशः भवति न साक्षात् तु तदेव भवति किन्तु नेः इति तत्र तदपि साधु अहं चिन्तयामि नेः अङ्गस्य इति चिन्तयतु आपेव नेः अङ्गम् अस्ति तर्हि पुनः आपः परस्य नेः अङ्गस्य कथं भवति भगिनि आप् इत्यस्य अनन्तरं अवयव अवयवी भावः अस्ति न आपः इति पञ्चमी अस्ति खलु आप् पूर्वम् तदनन्तरं नेः अङ्गं किं पृथक् नेः अङ्गम् इत्युक्ते किं धातुनो यत् योजितमस्ति तदेव अङ्गं भवति खलु आप् प्लस् कथ इति कश्चन अङ्गं खति इति अङ्गं स्वीकृत्य आप् प्लस् खति प्लस् लेप् इति भवति खलु तदा तु अङ्गम् इति वदति चेत् प्रत्ययेन सह युज्यं संयुज्य यत् अङ्गं वर्तते तदेव अङ्गं भवति खलु तदा किं भवति अस्माकं निमित्तं न पूरयति खलु प्रथमम् आप् भवेत् तर्हि आपः परस्य नेः अङ्गम् अङ्गस्य इति वदामः चेत् प्रथमम् आप् अस्ति तदनन्तरं णी अङ्गम् अपेक्षितम् एकम् अङ्गम् अपेक्षितं यत्र णी अपि वर्तते णी प्रत्यययुक्त अङ्गं अपेक्षितं खलु तर्हि अन्यत् किम् अङ्गं भवेत् तत्र कथि अङ्गं गमि अङ्गम् इति कृत्वा एव तत्र किं भवति अङ्गात् आपः अङ्गात् नेः इति अधुना किं णी इति प्रत्ययः इति स्वीकुर्मः चेत् प्रत्ययात् पूर्वं यत् अस्ति तद् तस्य अङ्गसंज्ञा भवति खलु इति कृत्वा आप् अङ्गं कीदृशम् अङ्गं भवेत् आप् अङ्गं भवेत् आम् अत्र तु आप् अङ्गम् अस्ति आप् तदनन्तरं णी इति णेः इति प्रत्ययः अस्ति तर्हि णेः प्रत्ययः अस्ति णि प्रत्ययः अस्ति प्लस् ल्यप् अस्ति आप् प्लस् णि प्लस् ल्यप् तत्र निमित्तं पूरितं भवति खलु तदा इति कृत्वा अङ्गात् आपः अङ्गात् इति पञ्चमी स्वीकरणं अङ्गीकरोति वा भगिनि? भगिनि तदेव सम्यक् इति भाति, यतोहि विभाषाप इति सूत्रं यदि पश्यामः अष्टाध्यायां, तत्र अधिकारे अङ्गस्य इति अधिकारमस्ति. अनुवृत्तिश्वेतसूत्रे केवलं नेः अय् इति अपि ल्यप् इति अस्ति. अनुवृत्तिश्वेतसूत्रे अङ्गस्य इति नास्ति. अङ्गस्य इति अधिकारः, आर्धजातके इति अधिकारः, असिद्धपत्राभात इति अधिकारः. इत्युक्ते केवलं तत्र अनुवृत्तिः भवति इति अधिकारः अस्ति. अनुवृत्तिः इति लिखितं नेः अय् अपि ल्यपि त्रयमेव अस्ति. अधिकारमपि अनुवृत्तिः एव अस्ति खलु भगिनि, साक्षात् पश्यामः. केवलं सप्तैटिल् भवति इत्युक्ते सर्वत्र तस्य अनुवृत्तिः भवति भवेत्. हा अस्तु, इति कृत्वा तत्र अहं स्क्रीन् शेर् करोमि. अहम् एकनिमिषं द्रष्टुं शक्नोति वा सर्वे? मम द्रष्टुं शक्नुवन्ति वा? न, किमपि न दृश्यते. अद्य दृश्यते आपः भगिनी, बृहत् कर्तुं शक्यते किम्? अधुना कर्तुं शक्यते वा? द्रष्टुं शक्यते वा? किञ्चित् दृश्यते. इतोपि बृहत् कर्तुं बेटर्. मम आशयः एवम् अस्ति. मम वादं प्रथमं वदामि, तदनन्तरं भगिनः वदन्ति. विभाषा त्यजामः, त्यजामः. तत्र किम् उक्तवान्? आपः तदा किं वक्तव्यम्? आपः अङ्गात् परस्य प्रथमं किं भवति? ल्यपि परे पूर्वस्य. तत्र तु अस्माकं संशयः, तत्र तु वादः एव नास्ति, सर्वेषामपि सम्मतिः. अनन्तरम् आपः अङ्गात् परस्य अहम् उक्तवती नेः परे लघुपूर्वस्य नेः ऐ आदेश लघुपूर्वस्य इति. आम्, तदपि अत्र तु लघुपूर्वस्य इति नावश्यकं खलु. आप् इति दीर्घपरः अस्ति खलु, चेदेव भाषा अपि लिखतु कारणकी तत्र विभाषा इति, तत्र तु केवलं विभाषा इति प्रथमा विभक्ति भाषा. नेः इति स्थाने अहमेव वदामि नी स्थाने अयादृशः एवं भवति खलु. तर्हि अस्माकम् अधुना किम् अस्ति अत्र? प्रथमम् एवम् एतद् वाक्यं वयं तत्र रूपेण लिखामः चेत् प्रथमम् आप् अङ्गं कदा अङ्गं भवति? कश्चन आप् इति अङ्गम् इति प्रश्नम्. आप् इति अङ्ग आपः अङ्गात् इति अस्ति, इत्युक्ते आप् इत्यस्य विशेषणमस्ति अङ्गम् इति खलु. तर्हि कीदृशः आप् भवेत्? विशेष अङ्गं भवेत् आप् इत्युक्ते परे प्रत्ययः भवति अपेक्षितमस्ति. कीदृशप्रत्ययः? परे तु णि प्रत्ययः अपेक्षितमस्ति. आपः अङ्गात् परस्य णि इति उक्तमस्ति खलु. आप्ति अङ्गं भवेत् कदा अङ्गं भवति? प्रत्ययः अस्ति चेत्. अधुना कः प्रत्ययः अपेक्षितः इत्युक्ते णि प्रत्ययः अपेक्षितः. तदनन्तरं तस्मात् परे किं ल्यप् प्रत्ययः अपेक्षितः अङ्गं भवति. आप् इति अङ्गं तत्र कश्चन प्रत्यास पुरे पूर्वम् आप् इति भवेत्, तर्हि आप् इति अङ्गं भवति नी प्रत्ययः. अधुना नी इत्यस्य स्थाने किं भवति? ऐ ऐ आदिष्ट भगिप्रल्यप् कृते आपि इति अङ्गम् अस्ति ल्यप् प्रत्यय कृते. ल्यप् प्रत्यकृते न न न ऐ इति अङ्गं भवति खलु. आपि ल्यप् कृते आपि इति अङ्गम् अस्ति. न आपि अङ्गं नास्ति तत्रैव. आमां भगिनि, नी प्रत्यय कृते आप् अङ्गम् अस्ति, धातु अङ्गम् अपि इति अतिदेशकधातुः अस्ति. अधुना स्वीकुर्मः, एतत्तु मम आशयः आसीत्. अधुना भवत्याः वादः, भवती किम् उक्तवती? भगिन्याः चिन्तनम् एवम् अस्ति, आपः अङ्गस्य इत्युक्ते नेः अङ्गस्य इति भवति खलु. आपः नेः अङ्गस्य ऐ भवति यति विभाषा इति खलु. तदपि लघुपूर्वात् तत्र अतिदेशकधातुः एव वयम् अङ्गं स्वीकुर्मः तत्र साधुल्यपि परे. इत्यस्य अपेक्षा नास्ति खलु, आप् इति तत्र लघु नास्ति खलु, अत्र नावश्यते. अत्र तु प्रतिपदोक्तत्वम् अस्ति खलु. प्रतिपदोक्तत्वात् किन्तु अत्र आपि इति अङ्गम् अहं चिन्तयामि अस्ति. अत्र आपि इति सूत्रे तु तथा भवती वदति, तदपि साधु अहं चिन्त्य द्वयोः साधु अस्ति. एवं चिन्तयामः चेत् मम कश्चन मम कः क्लेशः इत्युक्ते आपः तत्र किं भवति आपः परे पूर्वस्य आपः परस्य आपः परस्य अङ्गस्य स्थाने स्थाने ऐ आदेशः विभाषा इति अवगमनं भवति खलु. आम् इति अवगमनं. तदा किं लिखामः वयम्? आप् इति प्रथमम् अपेक्षितम्. आप् इति कीदृशाप् इति न उक्तं. तदनन्तरं कश्चन निस्सङ्गम् अपेक्षितम्. कश्चन निच्छङ्गम् अपेक्षितम्, आप् अपेक्षितं. तदनन्तरं कश्चन निच्छङ्गम् अपेक्षितं. तदनन्तरं ल्यप् अपेक्षितम् खलु. अधुना उक्तमस्ति वा किं निच्छङ्गम् इति उक्तमस्ति वा? अर्हं किमपि निच्छङ्गं स्वीकर्तुं शक्नोमि खलु. आप् प्लस् निच्छङ्गम् अहं कति इति स्वीकर्तुं शक्नोमि? निच्छङ्गमस्ति आप् इति अङ्गं भवति न इदानीं. न अत्र न आपः अङ्गमिति न उक्तमस्ति खलु. आप् सम्बन्धिकनिच्छङ्गम् इति न उक्तमस्ति खलु. आपः परस्य अङ्गमिति भवती उक्तवती. आम् सः परस्य न कुत्र उक्तमस्ति? आपः अवयवः इति कुत्र उक्तमस्ति? अत्र तु आपः इति पञ्चमी विभक्ति इति अस्ति इति न. तर्हि तत्र न तदेव मम प्रश्नः अस्ति. तत्र निजन्त आप्दातुः इत्युक्ते निश्चपि आप् इति निजन्त अङ्गं भवति खलु. अत्र तु षष्ठी भवति, सम्बन्धषष्ठी भवेत्. अत्र षष्ठी अस्ति चेत् समीचीनमस्ति. आपः नेः अङ्गस्य इति भवति, तदा तु कश्चन सम्बन्धं कल्पयितुं शक्नुमः. किन्तु तथा नास्ति, आपः परस्य इति उक्तमस्ति. तर्हि अनयोः कः सम्बन्धः इत्येव प्रश्नः. कथं भगिनि पञ्चमी खलु, विशेषविशेषभावः कथं भवति? पञ्चमी विभक्तिः अस्ति खलु. आप् अनन्तरं निच् अङ्गम् उभयोः कः सम्बन्धः? तत्र आप् निच् तयोः मध्ये धातुः प्रत्य अस्ति न सम्बन्ध. आपि आपि इति निच् निजन्तधातुः, तत्र प्रत्यय इति न वक्तव्यमिति महोदयेन मम कृते बहुवारं तत् तद् उक्तम्. आपि इति धातुः, निजन्तधातुः. आपि इति अङ्ग अङ्गमिति न वक्तव्यम् इति तेन उक्तम्. आपि इति धातुः, आपि धातु अङ्गम् अस्ति. नो अङ्ग अङ्गमिति न वक्तव्यम्. आपि इति धातुः एव, धातुः एव. इति धातु किन्तु आप् इति अङ्गम् तत् सत्यम् आप् इति अङ्गं निच् धातु निच् प्रत्ययस्य कृते सत्यम् आपि अङ्गं लपि आप् निच् अत्र तु केवलं निच् अङ्गम् इति उक्तमस्ति अनयोः कः सम्बन्धः आप् निच् अङ्गम् इति कः सम्बन्धः इति न अवगन्तुं शक्यते निच् इति अङ्गं नास्ति निच् इति केवलं प्रत्ययस्य अत्र भगिन्या तदेव मम संशयः अस्ति अत्र भगिन्या उक्तमस्ति अङ्गस्य इति षष्टि स्वीकुर्मः नेह इत्यस्य विशेषणम् इति उक्तवती खलु तर्हि नेह अङ्गम् इत्युक्ते निच् अङ्गं भवति खलु प्रथमविभक्तं लिखामि चेत् नि अङ्गस्य इति भवति खलु निच् अङ्गस्य ङ्गं किं भवति पृथक् निच्छङ्गमपि भवितुम् अर्हति खलु तत्र भ्रमः जायते कश्चन निच्छङ्गं किमपि निच्छङ्गं भवितुम् अर्हति आप् इत्यनेन कः सम्बन्धः सम्बन्धं कल्पयितुं न शक्नुमः अत्र निजन्त आप् धातु इत्युक्ते आपि तस्य णेः इत्युक्ते तस्य इकार यदस्ति स्वीकरणीयम् इति उक्तवती तदेव इति आप् इति कश्चन अङ्गं कीदृश मी प्रत्ययान्तम् अङ्गम् इत्युक्ते मी परे अस्ति प्रत्ययः परे अस्ति एवं न स्वीकुर्मः चेत् तत्र निच्छङ्गं कश्चन अङ्गम् अपेक्षितं भवति कति अङ्गमपि स्वीकर्तुं शक्यते इति मम वादः तदपि निच् इति अङ्गमिति वक्तुं न शक्यते निजन्त अङ्गमिति वक्तव्यं निच् इति प्रत्ययः खलु तत् अङ्गं नास्ति निच् इति नित्यस्य इति संख्या निच् इत्युक्ते प्रत्ययः कृते आप् अङ्गम् अस्ति भगिनि प्रत्ययपूर्वं यत् अस्ति तत् अङ्गं सत्यं आप् इति अङ्गं तदर्थमेव आप् इत्यस्य समानविभक्तिकत्वं भवति खलु आप् इत्येव अङ्गं तर्हि कृत्वा आप् इत्यस्य समानविभक्तिकत्वं समानाधिकरणं भवेत् खलु अङ्गम् इति पदस्य इति कृत्वा पञ्चमी इति लेखनीयं भवति आपः अङ्गः तत् सत्यं भगिनि कुत्र कः पठितवती अद्य भवती या सरला भगिनी पठितव्यं नेरनिटि इति पठनीयं खलु ततः आम् आम् इत्यस्य व्यवहारः ततः अहं पठामि अत्र अहं तु साक्षात् तत्र तत्र आगमनक्रमं स्वीकृत्य अहं पृच्छामि तर्हि सरला भगिनी पूर्वम् आगतवती इति कृत्वा सरला भगिनी अस्ति पुष्पा भगिनी अपि अस्ति भगिनि किञ्चित् नेरनिचिः इत्यस्य व्यवहारः चुरादिगणे प्रेरणार्थे वैशिष्ट्यं चुरादिगणे ऋच् प्रत्ययस्वार्थे विधीयते एव चुर् योगणिच् चोरी तदा प्रेरणार्थे विवक्षा भवति चेत् द्वितीयनिच् प्रत्यय विधीयते चोरी योगणिच् अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदं रेणनिचिः चुरादिगणे प्रथमं निच् प्रत्यय इति योजयामः तस्य वयं जानीमः निच् प्रत्ययविधानं भवति पाशरूपमीना स्थूलश्लोकसेना लोम त्वच वर्म वर्ण चूरक्षरादिभ्यो निच् अनेन चुर् अनेन सूत्रेण निच् विधानं भवति तदनन्तरं निच् इति अनुबन्धालोपनन्तरम् इ अवशिष्यते चुर् इति पुगन्तलघुपत्यस्य अनेन चोरी भवति यदि इदानीं वयं जानीमः इति स्वार्थे ऋच् भवति पार्श्वरूपेण किन्तु यदि प्रेरणार्थे ऋच् आवश्यकम् अस्ति विवक्षा अस्ति तदानीं अन्यसूत्रमपि आगच्छति नेननिति प्रेरणार्थे निच्छति हेतुमति अनेन विधीयते तद् इदानीं नेननिति तस्य सूत्रस्य आवश्यकता भवति कारणकि द्वयं न भवति नेन निचिः यस्य वयं जानीमः परिचितसूत्रमस्ति यस्य अधिका आर्धधातुकप्रत्ययस्य नागमो नास्ति तस्मात् पूर्वं णि प्रत्ययस्य लोपो भवति अत्र णि इत्यस्य अनुबन्धरहितत्वात् णिङ् णिच् द्वयोः ग्रहणम् उभयत्र इ इत्येव अवशिष्यति निः षष्ठ्यन्तम् अनिति सप्तम्यन्तं द्विपदमिदं सूत्रम् अतो लोप इत्यस्मात् लोप इत्यस्य अनुवृत्ति आर्धधातुके इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं नेः लोप अनिति आर्धधातुके इदानीं नेन निति यत् वयं पूर्वं पठितवन्तः नेः इति आर्धधातुकप्रत्ययः अस्ति तस्य दागमो न भवति कारणकि अनुबन्धलोपानन्तरम् इ अवशिष्यते इ वलादि नास्ति अतः तत् आर्धधातुकप्रत्ययः अनुकूल नास्ति तस्य इदागमः न भवति सो नेः लोपः अनिति नेः इदानीम् इति षष्ठ्यमन्तम् अस्ति लोप इति तस्य लोप भवति प्रथमाविभक्ति अनिति इदागम इति न भवति सप्तमीविभक्ति तस्य पूर्वम् आर्धधातुके इति आर्धधातुकप्रत्ययः यदि परे अस्ति तु इति रेरनिति वदति तु यदि चोर् चोरी इति अस्ति स्वार्थे रिच् योजित्वा तदनन्तरं प्रेणार्थे निच् यदि हेतुमति अनेन आगच्छति तु इदानीं चोरी योग निच् आगच्छति तत् परं रिच् यत् अस्ति हेतुमति अनेन तत् भवति आर्धधातुक अन्यत् प्रत्यय ततः पूर्व चोरी अस्ति तस्य ईकारस्य लोप भवति येन निति इति सूत्रेण अग्रे पठामि अन्य किमपि पठति कारणकि वयं केवलम् एतत् पर्यन्त द्वयम् अपि सन् प्रत्ययनं न पठितवन्तः वा न पठितवन्तः तर्हि प्रायः पुष्पा भगिनी पठति वा भगिनी अग्रिमपङ्क्तिं तदनन्तरं सूर्यकुमारी अस्तु भगिनि श्रूयते भगिनि पुष्पा भगिनी ध्वनिः न श्रूयते न भगिनि श्रोतुं न शक्नुमः भगिनी किमपि न श्रूयते पुष्पा भगिनी माइक्रोफोन् इस् ओपन् यू हैव हेडफोन्स् ओर यू जस्ट स्पीकिंग इन् नो आई डोंट हैव द हेडफोन्स आई कैन पुट द इयर वन सेकंड यू हैव टू पुट द इयरफोन्स इयरफोन्स न श्रूयते बहु बहु It's not connected to my ear, but oh my goodness. One minute, Bhagini. I have changed from that to this. Chitta Nasti, Bhagini. Surya Kumari, Bhagini, Patati, Anantra. Surya Kumari, Bhagini, Patati, Bhagini, Agrimam. Nichaprateha Valadihi Nasti. Iti Karanakaha Tase Ragamona Katapi Bhavati. निच् प्रत्यये इ अस्ति तत् इ वलादि नास्ति अनेन चुरादिगणे कश्चन निजन्तधातुः अस्ति चेत् प्रेरणाद्य यदा द्वितीयः निच् प्रत्ययः विधीयते तदा प्रथमनिचः तदर्थं स्वार्थिकनिचः लोपो भवति अतः एकस्मिन् धातौ निच् केवलं एकैव वारं सम्भवति द्वितीयवारं निचः विधानं भवति किन्तु नेरनिचि इत्यनेन प्रथमस्य लोपो भवति अतः चुरादिगणे स्वार्धिकनिच् निचः प्रेरणार्धिकनिचः तिनन्तरूपं समानम् तत्र स्वाद्ये चरादिगणे स्वाद्ये निच् भवति हेतुमति च सूचनेन प्रेरणार्थ निच्यः अस्ति चेत् प्रथम स्वार्धिकनिच् लोपः भवति नेरनिचि इति सूत्रेण अनिट् अर्धधातुके नेहे लोपः भवति तत्कारणेन स्वार्धनिचि स्वार्धनिचे यत् क्रियारूपं प्रेरणार्थनिचिरूपं समानमेव भवति सुरादिगणे एव अन्यत्र रूपं भिन्नं भवति अन्यगणे तत्र स्वार्धनिचि नास्ति चेत् लट्लकारे रूपं भिन्नं निच् उपयुज्य रूपं भिन्नं भवति स्वरादिगणे एव प्रसक्तिः अस्ति अपि तु पाशरूपवीणातोल लोकसेना लोम अन्तिमवाक्यं भगिनि क्षम्यतां पुष्पा भगिनी प्रथम तदेव भगिनि वाक्यार्थे वाक्य अस्ति वा प्रेरणाद्य अस्ति वा इति गमनीयं पुष्पा भगिनी आगतवती वा अन्तिमवाक्यं पठति वा भगिनि न श्रूयते भगिनि भवत्याः ध्वनिः पुनः अधुना तु किमपि न श्रूयते किमपि न श्रूयते भगिनि अहं भवती एव पूरयतु भगिनि सूर्यकुमारी क्षुर पाशरूपवीणातोलश्लोकसेन लोकत्वच वर्मवर्णचूर्ण सुरादिभ्यो निच्य इत्यनेन सुरादिगणे निच्छते विधीयते स्वार्धे सुरयोः निच् चोरि स्वार्थे हेतुमतिचैतनेन प्रेरणार्थे निच् चोरियोगः निच् चोरियोगः इ नेरनिति इत्यनेन प्रथमनिच् लोपः चोर्योगः इयनिच् इ चोरि प्रेरणार्थे भवति अत्र मम मने मनसि एकः प्रश्नः अस्ति सुरादिगणे रूपं समानम् किं भवति आधिपतिकस्य न शृण्मः भगिनी भवत्याः ध्वनिः अपि न्यूनमस्ति चुरादिगणे किं चुरादिगणे स्वार्धे वा प्रेरणार्थे वा रूपं समानं प्राति अन्ये सूत्रे अन्य प्रातिपदिकं पदिकानि उक्तानि खलु आहते तत्र तु निजं तत्र नामधातूनां विषये तत्र अपेक्षितं तत्र अधुना तु विवक्षा नास्ति नामधातूनां निर्माणे प्रायः तेषां प्रयोगः अस्य पुनः निच् प्रद्विधानं भवेत् इति मन्ये अधुना विवक्षा नास्ति वेन् वि डु नामधातु तत्र पाश इति कश्चन शब्दस्य नामधातुं यदा रूप इत्यस्य नामधातुं यदा वयं कुर्मः तत्र नामधातोः विषये प्रायः निच्छति अतः अग्रे आगच्छति इति मन्ये भगिनी तदेव अहं वक्तुं प्रष्टुम् इच्छामि यत् यतोहि पूर्णसूत्रमस्ति सत्यापपाशरूप इति अत्र सत्याप इति महाशयेन न लिखितं किमर्थमिति अहं चिन्तितवती विषये भगिनि रूप इति प्रातिपदिकमस्ति खलु तत्र निरूपयति इति वयं लिखामः तत्र भवति तत्र तु निरूपय इति परन्तु अत्र पाश इति अतः आरम्भितं पाशस्य पूर्वं सत्य आप इति अपि अस्ति तत् किमर्थं महोदयेन अत्र न लिखितमिति मम मुद्रण कापि पेस्ट् मुद्रणदोषः अस्ति अन्ये अन्यस्मात् करपत्रात् कापि पेस्ट् करिष्यति खलु अस्तु अस्तु अस्तु भगिनि वर्गे वयं उदाहरणम् अपि कृतवन्तः किं भगिनि यथा चुरादिगणे स्वार्थे अपि यदि प्रेराते निच् विधानं भवति तत् कः उदाहरणे यथा दुर्जनः धनं चोरयति इति स्वार्थे भवति प्रेराते कथं भवति तो दुर्जनः यथा अन्येन धनं चोरयति इति चोरेण या प्रयोज प्रयोजककर्ता इति अस्ति न तत् कृतवन्तः इच्छति वा भगिनि प्रश्नः अस्ति भगिनि वर्गे केनापि उक्तं प्रतिपदोक्तत्वात् इति तत् किम् अत्र आप इत्यस्य प्रतिपदोक्तत्वम् अस्ति खलु अत्र लघुपूर्व इत्यस्य अपेक्षा नास्ति केवलं विभाषापः इति आप् इति साक्षात् धातोः विषये इति प्रतिपदोक्तत्वम् अस्ति खलु अत्र पश्यामः चेत् तथा एव पाशरूपवीणातूलश्लोकसेनालोम त्वच वर्मवर्णचूर्णचुरादिभ्यो निश्चित्यस्मिन् चुरादिभ्यः इत्यस्मिन् तु प्रतिपदोक्तत्वं नास्ति केवलं चुरादिगणस्य अस्ति इति गणनाम कृतमस्ति किन्तु यत्र पाशरूपवीणा इति अस्ति तत्र सत्य आप इति अस्ति खलु सत्य आप इति तत्र तु सर्वत्र तत्र प्रतिपदोक्तत्वं वर्तते प्रातिपदिकं वा एते सर्वे इत्युक्ते संज्ञायाः नास्ति किन्तु साक्षात् रूप तत्र रूप इति शब्दस्य एव इति संज्ञकस्य नास्ति कश्चन केवलम् आप्नोतेः इति दत्तमस्ति आप्नोतेः इति अष्टाध्याय्याम् आप्नुतेः इति तत्र आपदातोः कृते इति तत्र किम् अस्ति अत्र स्टिप् निर्दिष्टमस्ति आप्नुतेः इति स्टिपा निर्दिष्टं कृतमस्ति तत्र वार्तिके सूचिकायाम् अत्र तु आप् इति पाणिना सूत्रितम् अस्ति साक्षात् प्रायः किम् अस्ति तत्र कृत् प्रत्ययं योजयित्वा आपः इति लिखितमस्ति भगिनी तत्र आप् आप् विषये लेप् विषये नास्ति भगिनि अस्ति खलु आपः इति विभाषापः इत्यस्मिन् लेप् इति अनुवृत्तिः अस्ति खलु तदर्थम् आयोगः आ उपसर्गयोगः आप् अस्ति वा आप् इति आप्नात् आप्नोति इति आप् धातुः अस्ति खलु तस्य आप् लेप् अस्ति चेत् उपसर्गः अपि भवति आयोगः आप् भवति वा अत्र तु न प्र अपि भवितुमर्हति आव अपि भवितुमर्हति यः कश्चन प्रत्ययः तत्र उपसर्गः अस्ति चेत् अपि समानं तत्र कार्यं सम्भवति लेप् इति उक्तसामर्थ्यात् लेप् इति उक्तमस्ति खलु लेप् परे इत्युक्तसामर्थ्यात् तत्र यः कश्चन उपसर्गः अस्ति चेत् अपि सूत्रस्य प्रसक्तिः प्राप्तिः भवति खलु तदा लेप् भवति उपसर्गः अस्ति चेदेव लेप् भवति उपसर्गः नास्ति चेत् त्वा प्रत्ययः भवति यः कोऽपि उपसर्गः भवतु तदनन्तरम् आप् अस्ति चेत् आप् इति धातुः अस्ति चेत् इत्युक्ते आप्नोति इत्यस्य आप् धातुः अस्ति खलु प्रतिपदोक्तम् साक्षात् आप् धातुः इत्युक्तम् अस्ति न केवलम् आप् संज्ञा आप् इति कश्चन संज्ञा नास्ति गणसंज्ञा नास्ति अत्र तु आप् इति साक्षात् प्रतिपदम् उक्तमस्ति केवलं कश्चन दट् वेरि स्पेसिफिक् धातु इति वदामः खलु आङ्ग्लभाषायां प्रतिपदोक्तत्वम् इत्युक्ते तत्र स्पेसिफिकलि दट् पर्टिक्युलर् पर्टिक्युलरैसिङ्ग् खलु पर्टिक्युलर् एण्टिटि तादृशं विशिष्टरूपम् अस्ति विशेषतया तत्र आप् इति पदस्य एवं कार्यं भवति इति पुष्प भगिनी क्लास् अस्मि अस्तु भगिनि, कश्चन अन्यध्वनिः अपि श्रूयते भवती. अहं तु अस्मि परन्तु मया मम वाक् मम श्रोतुं न शक्नोमि मया अहं श्रोतुं शक्नोमि परन्तु त्वाम् आं भगिनि पूर्वं वयं न श्रुतवन्तः अधुना अधुनापि किञ्चित् न्यूनमेव अस्ति भगिनि ध्वनिः. इट्स् ब्रेकिङ्ग् अण्ड् द वाल्यूम् इस् वेरि लो भगिनि. तर्हि समाप्तं खलु, अन्यत् किमपि चर्चनीयं किम्? अन्य कश्चन विषयः अस्ति किं चर्चनीयः विषयः? मम मनसि प्रतिपदस्ययोः इत्यस्य कृते यदि भवती किमपि वक्तुं शक्नोति इति लाभाय, यथा अत्र अहं पश्यन्ती अस्मि अत्र चिरादिभ्यो निश्चिति अस्ति खलु. पाकरूप इति कीदृशपदानि सन्ति? कश्चन गणनाम् अस्ति वा? किं किं पाशरूपवीणा इत्यस्मिन् गणना अस्ति, धातु अस्ति, धातु न धातु अपि नास्ति, कश्चन पदमस्ति, शब्दः अस्ति खलु, कश्चन शब्दः अस्ति, रूप इति नामपदमस्ति. चुरा इति अस्ति खलु, चुरादिभ्य इति कश्चन चुरुधातोः विषये अस्ति वा? आम् आम्. न चुरादिभ्यः इति अस्ति खलु, चुरुधातोः विषये अस्ति वा? चुरादिगणीयधातोः विषये कोऽपि धातुः यः चुरादिगणे वर्तते तेषां सर्वेषां तत्र ग्रहणमस्ति खलु, न केवलम् एकस्य. तर्हि समानमस्ति वा? रूप इति पदं यत्र गृहीतमस्ति, चुरादिभ्य इति गृहीतमस्ति, कः भेदः अस्ति उभयोः? भेदः अस्ति चुरादिभ्य इति विभक्तिरूपं खलु. न पूर्णगणस्य अत्र तु किम् अस्ति इति चुरादिभ्य इति तत्र समासं कृत्वा लिखितमस्ति, किन्तु चुरादिभ्यः निच् भवति, रूपात् निच् भवति, रूपात् पञ्चमी भवति, रूपात् निच् भवति, चुरादिभ्यः निच् भवति. तत्र चुरादिभ्यः इति पूर्णगणस्य नाम अस्ति खलु, न केवलम् एकस्य. तत्र अनेके धातवः सन्ति सर्वेषामपि चुरादिगणीयधातूनाम् अत्र ग्रहणं भवति, न केवलम् एकस्य धातुः. किन्तु रूप इति यत्र लिखितम् अस्ति, न केवल अत्र केवलं रूपस्य एव ग्रहणम् अस्ति खलु, रूप इति पदस्य एव ग्रहणं, न तु अन्येषां पदानाम् इति कृत्वा प्रतिपदं पदं पदं प्रति प्रतिपदम् अस्तु. सत्य आपपाशरूप सत्य आपपाशरूप ते प्रतिपदमिति वा? प्रतिपदं पदं प्रति प्रतिपदं प्रतिपदम् उक्तम् अस्ति प्रतिपदोक्तत्वं उक्तमस्ति खलु, न केवलं गणस्य नाम स्वीकृत्य सर्वत्र न उक्तमस्ति. आम् आम् अस्तु, प्रत्येकं पदम् उक्तं तेन कारणे प्रतिपदोक्तमिति. आं भगिनि, धन्यवादः भगिनि, अवगतम्. तस्मिन्नेव वाक्ये लाक्षणिकस्य इत्यपि अस्ति, ननु च लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं, न तु लाक्षणिकस्य. तत् तस्य लक्षणम् अत्र वर्तते, रूप इति पदस्य लक्षणं यत्र वर्तते तेषां सर्वेषां ग्रहणं नास्ति. उदाहरणे चुरादिभ्यो निचः इति अस्ति, चुरादिभ्यः इत्यस्मिन् चुरादि चुर् धातोः लक्षणं यत्र वर्तते चुरादिगणे वर्तते, चुरादिगणे तत्र तादृश सर्वेषां ग्रहणम् अस्ति खलु, तादृशपूर्णग्रहणं न करोति. तत्र प्रतिपदं न गृहीतमस्ति, प्रत्येकं पदं गृहीतमस्ति, किन्तु पाशरूप कस्यापि पाशरूपवेण प्रत्येकं पदं गृहीतं भवति. धन्यवादः भगिनि, धन्यवादः, धन्यवादः भगिनि, धन्यवादः.